पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 37 पुलस्त्य उवाच तदद्भुततमं वाक्यं श्रुत्वा च रघुनन्दनः गौरवाद्विस्मया चापि भूयः प्रष्टुं प्रचक्रमे राम उवाच भगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपः श्वेदो वै दर्भगो राजा तदद्भुतमभूत्कथम् विषमं तद्वनं राजा शून्यं मृगविवर्जितं प्रविष्टस्तप आस्तादुं कथं वद महामुने समं ताद्योजनशतं निर्मनुष्यमभूत्कथं भवान् कथं प्रविष्टस्तद्येन कार्येण तद्वद अगस्त्य उवाच पुरा कृतयुगे राजा मनुर्दण्डधरः प्रभुः तस्य पुत्रोऽथ नाम्नासीद्दिक्ष्वागुरमिदद्युतिः तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुवि सम्मदम् पृथिव्यां राजवंशानां भवराज्येत्युवाचः तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ततः परमसंहृष्टः पुनस्तं प्रत्यभाषद प्रीतोऽस्मि परमोदार कर्मणा तेन संशयः दण्डेन च प्रचारक्ष न च दण्डमकारणम् अपराधिषु यो दण्डः पात्यदे मानवैरिह स दण्डो विधिवन्मुक्तस्वर्गं नयति पार्थिवम् तस्माद्दण्डे महाबाहो यत्नवान् भवपुत्रक धर्मस्ते परमो लोके कृत एवं भविष्यति इति तं बहुसन्दिश्य मनुःपुत्रं समाधिना जगामत्रिदिवं हृष्टो ब्रह्म लोकमनुत्तमं जनयिष्ये कथं पुत्रान्निति चिन्तापरो भवद कर्मभिर्बहुभिस्तैस्तैः ससुतैः संयुधो भवद तोषयामास पुत्रैः स पितृदेवसुतोपमैः सर्वेषामुत्तमस्तेषां कनीयान्रघुनन्दन शूरश्च कृतविद्यश्च गुरुश्च जनपूजया नाम तस्याध दण्डेदि पिता चक्रे स बुद्धिमान् भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य च सम्पश्यमानस्तं दोषं घोरं पुत्रस्य राघव संविन्ध्यनीलयोर्मध्ये राज्यमस्य ददप्रभुः स दण्डस्तत्र राजाभूद्रम्ये पर्वतमूर्धनि पुरं चाप्रतिमं तेन निवेशाय तथा कृतं नाम तस्य पुरस्याध मधुमत्तमिति स्वयं तथा देशेन सम्पन्नशूरो वासमधाकरोद एवं राजा स तद्राज्यं चकार स पुरोहितः प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिवि ततः स दण्डकाकुस्थ बहुवर्षगणायुधम् अकारयत्तु धर्मात्मा राज्यं निहतकण्टकम् अध काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् रमणीयमुपाक्रामच्चैत्रमासे मनोरमे तत्र भार्गवकन्यां तु रूपेण प्रतिमां भुवि विचरन्तीं वनोद्देश्ये दण्डो पश्यदनुत्तमां पुत्तुङ्गपीवरीं श्यामां चन्द्राभवदनां शुभां सुनासां चारु सर्वाङ्गीं पीनोन्नतपयोधरां मध्ये क्षमां च विस्तीर्णां दृष्ट्वा तां कुरुदे मुदम् एकवस्त्रां वने चैकां प्रथमे यौवने स्थितं सदां दृष्ट्वा त्वधर्मेण अनङ्गशरपीडितः अभिगम्य सुविश्रान्तां कन्यां वचनमब्रवीद कृतस्त्वमसि शुश्रोणि कस्य चासि सुशोभने पीडतोऽहमनङ्गेन पृच्छामि त्वां सुशोभने त्वया मे पहृदं चित्तं दर्शनादेव सुन्दरि इदं ते वदनं रम्यं मुनीनां चित्तहारकं यद्यहं न लभे भोक्तुं मृदं मामवधारय त्वया हृदा मम प्राणा मां जीवय सुलोचने दासोऽस्मि ते वरारोहे भक्तं मां भज शोभने तस्यैवं तु ब्रुवाणस्य मदोन्मत्तस्य कामिनः भार्गवी प्रत्युवाचेदं वचः सविनयं नृपम् भार्गवस्य सुतां विद्धि शुक्रस्याक्लिष्टकर्मणः अरजां नाम राजेन्द्रज्येष्ठमाश्रमवासिनः शुक्रः पिता मे राजेन्द्रत्वं च शिष्यो महात्मनः धर्मदो भगिनी चाहं भवामि नृपनन्दन एवंविधं वजो वक्तुं न त्वमर्हसि पार्थिव अन्येभोऽपि सुदुष्टेभ्यो रक्ष्या चाकं सदा त्वया क्रोधनो मे पिता रौद्रो भस्मत्वं त्वां समानयेद अथवा राजधर्मेणासम्बन्धं कुरुषे बलाद पितरं याज यस्वत्वं धर्मदृष्टेन कर्मणा वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् अन्यथा विपुलं दुःखं तव घोरं भवेद्ध्रुवं क्रुद्धो हि मे पिता सर्वं त्रैलोक्यमभिनिर्दहेद ततो शुभं महाघोरं श्रुत्वा दण्डः सुदारुणं प्रत्युवाच मदोन्मत्तशिरसाभिनदः पुनः प्रसादं कुरु शुश्रोणि कामोन्मत्तस्य कामिनि त्वया रुद्धा मम प्राणा विशीर्यन्ति शुभानने त्वां प्राप्य वैरं मेत्रास्तु वधो वापि महत्तरः भक्तं भजस्व मां भीरुत्वयि भक्तिर्हि मे परा एवमुक्त्वा तु तां कन्यां बलात् सङ्गृह्य बाहुना अन्येन राजा हस्तेन विवस्त्रा सा तथा कृता अङ्गमङ्गे समाश्लेष्य मुखे चैव मुखं कृतं विस्फुरन्तीं यथा कामं मैथुना योपचक्रमे तमनर्थं महाघोरं दण्डकृत्वा सुदारुणं नगरं स्वं जगामाशु मदोन्मत्त इव द्विपः भार्गवीरुदीदीना आश्रमस्याविदूरदः प्रत्यपालयदुद्विग्ना पितरं देवसम्मितम् स मुहूर्तादुपस्पृश्य देवर्षिरमितद्युतिः स्वमाश्रमं शिष्यवृतं क्षुतार्थः सन्न्यवर्तत सोपश्यद रजां दीनां रजसा समभिप्लुतां चन्द्रस्य घनसंयुक्तां ज्योत्स्नामिव पराजिताम् तस्य रोषः समभवत् क्षुधार्तस्य महात्मनः निर्दकन्निव लोकां स्त्रीं स्तान् शिष्यान् समुवाचः पश्यध्वं विपरीतस्य दण्डस्यादीर्घदर्शिनः विपत्तिं घोर सङ्काशां दीप्तामग्निशिखामिव यन्नाशं दुर्गतिं प्राप्तः सानुगच्छन संशयः यस्तु दीप्तहुदाशस्य अर्चिः संस्पृष्टवानिह यस्मात् स कृतवान् पापमीदृशं घोरसंमितं तस्मात् प्राप्स्यति दुर्मेधा पांसुवर्षमनुत्तमम् पुराजादेशसंयुक्तः सम्भृत्य बलवाहनः पापकर्मसमाचारो वधं प्राप्स्यति दुर्मदिः समं ताद्योजनशदं विषयं चास्य दुर्मदेहे धुनोदु पांसुवर्षेण महदा पाकशासनः सर्वसत्त्वानि यानीह जङ्गमस्तावराणि वै सर्वेषां पांसुवर्षेण क्षयः क्षिप्रं भविष्यति दण्डस्य विषयो यावत् तावत् सवनमाश्रमं पांसुवर्षमिवाकस्मात् सप्तरात्रं भविष्यति इत्युक्त्वा क्रोधसन्तप्तस्तमाश्रमनिवासिनं जनं जनपदस्यां ते स्थीयदामित्युवाचः उक्तमात्रे उशनस आश्रमावसधो जनः क्षिप्रं तु विषयात् तस्मास्नानं चक्रे च बाह्यतः तं तथोक्त्वा मुनिजनमरजामिदमब्रवीद आश्रमे त्वं सुदुर्मेधे वसचेह समाहिता इदं योजनपर्यन्तमाश्रमं रुचिरप्रभम् अरजे विरजास्तिष्ठ कालमत्र समाशतम् श्रुत्वा नियोगं विप्रर्षेरराजा भार्गवी तदा तथेदि पितरं प्राह भार्गवं भृशदुःखिता इत्युक्त्वा भार्गवो वासं तस्मादन्यमुपाक्रमद सप्ताहे भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना तस्माद्दण्डस्य विषयो विन्ध्यशैलस्य मानुष सप्तो ह्युशनसाराम तदा भूदर्शने कृते तदप्रभृति काकुत्स्थ दण्डकारण्यमुच्यते एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव सन्ध्यामुपासितुं वीर समयो ह्यधिवर्तते यदे महर्षयो राम पूर्णकुम्भात् समन्ददः कृदोदकानरव्याक्र पूजयन्ति दिवाकरं सर्वैर्ऋषिभिरभ्यस्तैस्तोत्रैर्ब्रह्मादिभिकृतैः रविरस्तं गदो राम गत्वोदगमुपस्पृश ऋषेर्वचनमादाय रामसन्ध्यामुपासितुम् उपचक्राम तत्पुण्यं ससरो रघुनन्दनः अथ तस्मिन् वनोद्देशे रम्ये पादपशोभिते नद्यपुण्ये गिरिवरे कोकिलाशदमण्डिते नानापक्षिरवोद्याने नानामृगसमाकुले सिंहव्याघ्रसमाकीर्णे नानाद्विजसमावृते वृद्ध्रोलोकौ प्रवसितौ बहून्वर्षगणानपि अधोलोकस्य भवनं वृद्ध्रपापविनिश्चयः ममेदमिति कृत्वा सौ कलहं तेन चाकरोद राजा सर्वस्य लोकस्य रामो राजीवलोचनः तं प्रपद्यावहै शीघ्रं कस्यैतद्भवनं भवेद् गृध्रोलूकौ प्रपद्येदं जातकोपावमर्षिणौ रामं प्रपद्यदौ शीघ्रं कलिव्याकुलचेतसौ तौ परस्परविद्वेषौ स्पृशतश्चरणौ तथा अथ दृष्ट्वा राघवेन्द्रं गृध्रो वचनमब्रवीद सुराणामसुराणां च त्वं प्रधानो मदो मम बृहस्पतेश्च शुक्राश्च त्वं विशिष्टो महामतिः परावरज्ञो भूतानां मर्त्ये शक्र इवापरः दुर्निरीक्षो यथा सूर्यो हिमवानिव गौरवे सागरश्चासि गाम्भीर्ये लोकपालो यमो ह्यसि क्षान्त्या धरण्या तुल्योऽसि शीघ्रत्वे ह्यनिलोपमः गुरुस्त्वं सर्वसम्पन्नो विष्णुरूपोऽसि राघव अमर्षि दुर्जयो जेदा सर्वास्त्रविधिपारगः शृणुत्वं मम देवेश विज्ञाप्यं नरपुङ्गव ममालयं पूर्वकृतं बाहुवीर्येण वै प्रभो कुलूको हरदे राजं त्वत्समीपे विशेषदः ईदृशोऽयं दुराचारस्त्वदाज्ञालङ्कको नृप प्राणान्तिकेन दण्डेन राम शासितुमर्हसि एवमुक्ते दुर्गृध्रेण उलूको वाक्यमब्रवीद शृणु देव मम ज्ञाप्यमेकचित्तो नराधिप सोमाच्चक्राच्च सूर्याच्च धनदाच्च यमा तथा जायते वै नृपो राम किञ्चिद्भवति मानुषः त्वं तु सर्वमयो देवो नारायण परायणः प्रोच्यते सोमदा राजन् सम्यक् कार्ये विचारिते सम्यग्रक्षसि ताभेभ्यस्तमोऽग्नो हि यदो भवान् दोषे दण्डात् प्रजानां त्वं यतः पापभयापहः दादा प्रहर्ता गोप्ता च तेनेन्द्र इव नो भवान् अदृश्यः सर्वभूतेषु तेजसा चानलो मतः अभीक्ष्णं तपसे पापांस्तेन त्वं रामभास्करः साक्षाद्वित्तेशतुल्यस्त्वमधवा धनदाधिकः चित्ता यत्तादु पत्नीश्रीर्नित्यं ते राजसत्तम धनदस्यतु कोशेन धनदस्तेन वै भवान् समसर्वेषु भूतेषु स्थावरेषु चरेषु च शत्रौ मित्रे च दे दृष्टि समन्ताद्यादिराघव धर्मेण शासनं नित्यं व्यवहारविधिक्रमैः यस्य ऋष्यसि वै राम मृत्युस्तस्याभिधीयते गीयसे तेन वैराजन्यम इत्यभिविश्रुतः यश्चासौ मानुषो भावो भवतो नृपसत्तम अनृशंस्य परो राजा सर्वेषु कृपयान्वितः दुर्बलस्य त्वनाथस्य राजा भवति वैबलम् अचक्षुषो भवेच्चक्षुरमदेषु मतिर्भवेत् अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक भवता तत्र मन्तव्यं यथैते किल पक्षिणः योऽस्मन्नाथः स पक्षीन्द्रो भवतो विनियोज्यकः अस्वाम्यं देव नास्माकं सन्निधौ भवतः प्रभो भवतैव कृतं पूर्वं भूतग्रामं चतुर्विधं ममालयप्रविष्टस्तु वृद्ध्रो मां बाध्यते नृप भवान् देवमनुष्येषु शास्ता वै नरपुङ्गव यदच्छ्रुत्वा दु वै रामः सचिवानाह्वयत्स्वयम् विष्टिर्जयन्तो विजयसिद्धार्थो राष्ट्रवर्धनः अशोको धर्मपालश्च सुमन्त्रश्च महाबलः यदे रामस्य सचिवा राज्ञो दशरथस्य च नीतियुक्ता महात्मानसर्वशास्त्रविशारदाः सुशान्ताश्च कुलीनाश्च न ये मन्त्रे च कोविदाः तानाहूय स धर्मात्मा पुष्पकादवरुह्य च वृद्ध्रो लूकौ विवदं तौ पृच्छति स्म रघुत्तमः कति वर्षाणि भो गृध्र तवेदं निलयं कृतं यदन्मे कौतुकं ब्रूहि यदि जानसि तत्त्वदः यदच्छ्रुत्वा वचो गृध्रो बभाषे राघवं स्थितं इयं वसुमदिराम मानुषैर्बहुबाहुभिः उच्छ्रितैराजिदा सर्वा तदा प्रभृति मद्गृहम् उलूकस्त्वब्रवीद्रामं पादपैरुपशोभिता यदैव पृथिवीराजं तदा प्रभृति मे गृहं यदच्छ्रुत्वा दुरामो वै सभासद उवाचः न सा सभा यत्र न सन्धिवृद्धा वृद्धा न ते येन वदन्ति धर्मम् नासौ धर्मो यत्र न चास्ति सत्यं न तत्सत्यं यच्छलमभ्युपैति ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसदे यथा प्राप्तं न ब्रुवदे सर्वे ते नृतवादिनः न वक्ति चश्रुतं यश्च कामात् क्रोधात् तथा भयाद् सहस्रं वारुणा पाशा प्रति मुञ्चन्ति तं नरं तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते तस्मात् सत्यं तु वक्तव्यं जानदा सत्यमञ्जसा यदच्छ्रुत्वा तु सचिवा राममेव ब्रुवंस्तदा पुलूकशोभदे राजन्नदु गृध्रो महामदे त्वं प्रमाणं महाराज राजा हि परमा गतिः राजमूला प्रजा सर्वा राजा धर्मसनातनः शास्ता राजा नृणां येषां नदे गच्छन्ति दुर्गतिम् वैवस्वतेन मुक्ताश्च भवन्ति पुरुषोत्तमाः सचिवानां वच श्रुत्वा रामो वचनमब्रवीत् श्रूयतामभि दास्यामि पुराणं यदुदाहृदं द्यौस चन्द्रार्कनक्षत्रा सपर्वतमहीद्रुमं सलिलार्णवसंमग्नं त्रैलोक्यं सचराचरं एकमेव तदा ह्यासीत् सर्वमेकमिवाम्बरम् पुनर्भूस्सह लक्ष्म्या च विष्णोर्जठरमाविशद तां निगृह्य महातेजा प्रविश्य सलिलार्णवम् सुष्वापहि कृतात्मा स बहुवर्षशतान्यपि विष्णौ सुप्ते ततो ब्रह्म विवेश जठरं ततः बहुश्रोतं च तं ज्ञात्वा महायोगी समाविशद नाभ्यां विष्णोः समुद्भूतं पद्मं हेमविभूषितं सदु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः शिश्रुक्षुः पृथिवीं वायुं पर्वतांश्च महीरुहान् तदन्तराः प्रजा सर्वा मानुषांश्च सरीसृपान् जरायुजाण्डजान् सर्वान् ससर्जस महातपः तस्य गात्र समुत्पन्नः कैटभो मधुना सह दानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृप वेगेन महदा भोक्तुं स्वयंभुवमधावतां दृष्ट्वा सत्त्वानि सर्वाणि निःसरन्ति पृथक् पृथक् ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैडभौ पृथिवीं वर्धयामास स्थित्यर्थं मेधसा तयोः मेधो गन्धादु धरणि मेदिनीत्यभिधां गता तस्माद् गृध्रस्त्वसत्यो वै पाककर्मापरालयम् स्वीयं करोति पापात्मा दण्डनीयो न संशयः ततो शरीरिणी वाणी अन्तरिक्षात् प्रभाषते मा वधी रामगृध्रं त्वं पूर्वं दग्धं तपोबलाद पुरा गौतमदग्धोऽयं प्रजानाधो जनेश्वर ब्रह्मदत्तस्तु नामैष शूरसत्यव्रतशुचिः गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचत साग्रं वर्षशतं चैव भुक्तवान् नृपसत्तमा ब्रह्मदत्तस्य वैतस्य पाद्यमर्घ्यं स्वयं ततः आत्मनैवाकरोत् सम्यग्भोजनार्थं महाद्युदे समाविश्य गृहं तस्य आहारे दु महात्मनः नारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत अध क्रुद्धेन मुनिना शापो दत्तः सुदारुणः गृध्रत्वं गच्छ वैमूढ राजा मुनिमथाब्रवीद कृपां कुरु महाभाग शापोद्धारो भविष्यति दयालुस्तद्वच श्रुत्वा पुनराह नराधिप उत्पत्स्यदे रघुकुले रामो नाम महायशः इक्ष्वाकूणां महाभागो राजा राजीवलोचनः तेन दृष्टो विपापस्त्वं भविता नरपुङ्गव दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपदिः गृध्रत्वं त्यज्य वैशिख्रं दिव्यगन्धानुलेपनः पुरुषो दिव्यरूपोऽसौ बभाषेतं नराधिपम् साधुराघव धर्मज्ञत्वत्प्रसादादहं विभो विमुक्तो नरकात्घोरादपापस्तु त्वया कृतः विसर्जितं मया गार्ध्यं नररूपी महीपतिः उलूकं प्राकधर्मज्ञस्वगृहं विषकौशिक अहं सन्ध्यामुपासित्वा गमिष्ये यत्र वै मुनिः अधोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् आश्रमं प्राविशद्रामकुम्भयोनिर्महात्मनः तस्यागस्त्यो बहुगुणं फलमूलं च सादरं रसवन्ति च शाकानि भोजनार्थमुपाकरद स भुक्तवान्नरव्याक्रस्तदन्नममृदोपमं प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसद प्रभादे पाल्यमुद्धाय कृत्वाग्निकमरिन्दम ऋषिं समभिचक्राम गमनाय रघुत्तमः अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् आपृच्छे साधये ब्रह्मननुज्ञातव्यं त्वमर्हसि धन्योऽस्म्यनुगृहोतोऽस्मि दर्शनेन महामुने दृष्ट्या चाकं भविष्यामि पावनात्मा महात्मनः एवं ब्रुवदि काकुस्ते वाक्यमद्भुतदर्शनम् उवाच परमप्रीतो बाष्पनेत्रस्तपोधनः अत्युद्भुतमिदं वाक्यं तव राम शुभाक्षरं पावनं सर्वभूतानां त्वयोक्तं रघुनन्दन मुहूर्तमपि रामत्वां मैत्रेणेक्षन्दिये नराः पाविता सर्वसूक्तैस्ते कथ्यं ते त्रिदिवौकसः ये च त्वां घोरचक्षुर्भिरीक्षं ते प्राणिनो भुवि ते हदा ब्रह्मदण्डेन सद्यो नरकगामिनः ईदृश्यस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां कथयं तश्च लोकांस्त्वां सिद्धिमेष्यं दिराघव गच्छस्वानातुरो विघ्नं पन्थानमकुतो भयः प्रसाधिराज्यं धर्मेण गतिस्तु जगदां भवान् एवमुक्तस्तु मुनिना प्राञ्जलिप्रग्रहो नृपः अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम् अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधिकान् अथारोहत्तदा व्यग्रपुष्पकं हेमभूषितं तं प्रयान्तं मुनिगणा आशीर्वादैः समं ततः अपूपूजन् नरेन्द्रं तं सहस्राक्षमिमावरः तदोर्ध्वदिवसे प्राप्ते रामः सर्वार्थकोविदः अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरद तदो विसृज्य रुचिरं पुष्पकं कामवाहितं कक्षान्तराद्विनिष्क्रम्य द्वास्तान् राजा ब्रवीदिदं लक्ष्मणं भरदं चैव गच्छध्वं लघुविक्रमाः ममागमनमाख्याय समानयतमाचिरम् श्रुत्वाध भाषितं द्वास्था रामस्याक्लिष्टकर्मणः गत्वा कुमारा वाहूय राघवायन्यवेदयन् द्वास्थैः कुमारावानीतौ राघवस्य निदेशदः दृष्ट्वाधु राघवप्राप्तौ प्रियौ भरतलक्ष्मणौ समालिङ्ग्य दुरामस्तौ वाक्यं चेदमुवाचः कृतं मया यथा तभ्यं द्विजकार्यमनुत्तमं धर्महेतुमदो भूय कर्तुमिच्छामि राघवौ भवद्भ्यामात्मभूताभ्यां राजसूयं कृदुत्तमं सहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः पुष्करस्तेन वै पूर्वं ब्रह्मणा लोककारिणा शतत्रयेण यज्ञानामिष्ठं षष्ट्याधिकेन च इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मविद प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम् इष्ट्वा हि राजसूयेन मित्रशत्रुर्निबर्हणः मुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः तस्माद्भवं तौ संचिन्त्य कार्येऽस्मिन्वदं हि तद भरद उवाच त्वं धर्मः परमं साधो त्वयि सर्वा वसुन्धरा प्रतिष्ठिता महाबाहो यशश्चामिदविक्रम महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः निरीक्षं ते महात्मानो लोकनाथ तथा वयम् प्रजाश्च पितृवद्राजन् पश्यन्ति त्वां महामदे पृथिव्यां गतिभूतोऽसि प्राणिनामिह राघव सत्त्वमेवं विधं यज्ञं नाहर्तासि परं तप पृथिव्यां सर्वभूतानां विनाशो दृश्यते यदः श्रूयते राजशार्दूल सोमस्य मनुजेश्वर ज्योतिषां सुमहद्युद्धं संग्रामे तारकामये तारा बृहस्पतेर्भार्या हृदा सोमेन कामतः तत्र युद्धं महद्वृत्तं देवदानवनाशनम् वरुणस्य क्रदौ घोरे सङ्ग्रामे मत्स्यकच्छपाः निवृत्ते राजशार्दूल सर्वे नष्टा जले चराः हरिश्चन्द्रस्य यज्ञान्ते राजसूयस्य राघव आटीबकं महद्युद्धं सर्वलोकविनाशनम् पृथिव्यां यानि सत्त्वानि तिर्यज्ञोनि गतानि वै दिव्यानां पार्थिवानां च राजसूये क्षयश्रुतः सत्त्वं पुरुषशार्दूल बुद्ध्या संचित्य पार्थिव प्राणिनां च हिदं सौम्यं पूर्णधर्मं समाचर भरतस्य वच श्रुत्वा राघवः प्राह सादरम् प्रीतोऽस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन् निवर्तिता राजसूयान्मदिर्मे धर्मवत्सल पूर्णं धर्मं करिष्यामि कन्याकुब्जे च वामनं स्थापयिष्यामहं वीर सामेख्यादिर्दिवं गता भविष्यति न सन्देहो यथा गङ्गा भगीरथाद। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे यज्ञनिवारणं नाम सप्तत्रिंशोऽध्यायः ॐ